श्रीदेवी उवाच देवदेव महादेव त्रिकालज्ञ महेश्वर करुणाकर देवेश भक्तानुग्रहकारक अष्टोत्तरशतं लक्ष्म्या श्रोतुमिच्छामि तत्त्वतः ईश्वर उवाच देवि साधु महाभागे महाभाग्यप्रदायकम् सर्वैश्वर्यकरम् पुण्यम् सर्वपापप्रणाशनम् सर्वदारिद्र्यशमनम् श्रवणाद्भुक्तिमुक्तिदम् राजवश्यकरम् दिव्यम् गुह्याद्गुह्यतमम् परम् दुर्लभम् सर्वदेवानाम् चतुष्षष्टिकलास्पदम् पद्मादीनाम् वरान्तानाम् निधीनाम् नित्यदायकम् समस्तदेवसंसेव्यम् अणिमाद्यष्टसिद्धिदम् किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् पवप्रीत्याद्य वक्ष्यामि समाहितमना शृणु अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता क्लीम्बीजम् पदमित्युक्तम् शक्तिस्तु भुवनेश्वरी अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः ध्यानम् वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैर्भूषितां भक्ताभीष्टफलप्रदां हरिहर ब्रह्मादिभिः सेवितां पार्श्वे पङ्कज शङ्ख पद्मनिधिभिः युक्तां सदा शक्तिभिः सरसि जनयने सरोजहस्ते धवलतमां शुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम् प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदां श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीं अदितिं चदितिं दीप्तां वसुधां वसुधारिणीं नमामि कमलां कान्तां कामां क्षीरोदसंभवाम् अनुग्रहपरां बुद्धिम् अनघां हरिवल्लभाम् अशोकाम् अमृताम् दीप्ताम् लोकशोकविनाशिनी नमामि धर्मनिलयाम् करुणाम् लोकमातरम् पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखी प्रभा नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीं चतुर्भुजां चन्द्ररूपां इन्दिरां इन्दुशीतलां आह्लादजननीं पुष्टिम् शिवां शिवकरीं सतीं विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीं प्रीतिपुष्करिणीं शान्तां शुक्लमायाम्बरां श्रियम् भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं वसुन्धरामुदाराङ्गां हरिणीं हेममालिनीं धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां शुभप्रदां नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदां शुभां हिरण्यप्राकारां समुद्रतनयां जयां नमामि मङ्गलां देवीं विष्णुवक्षस्थलस्थितां विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीं नवदुर्गा महाकालीं ब्रह्मविष्णुशिवात्मिकां त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीं लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्र गङ्गाधरा त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियां मातर्नमामि कमले कमलायताक्षी श्रीविष्णुहृत्कमलवासिनि विश्वमातः क्षीरोदजे कमलकोमलगर्भगौरी लक्ष्मी प्रसीद सततम् नमतां शरण्ये त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेन्द्रियः दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोति यत्नतः देवीनाम सहस्रेषु पुण्यम् अष्टोत्तरं शतम् येन श्रियममाप्नोति कोटिजन्मदरिद्रतः भृगुवारे शतम् धीमान् पठेत्वत्सरमात्रकम् अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः भुक्त्वा तु विपुलान् भोगान् अस्या सायुज्यमवाप्नुयात् प्रातःकाले पठेन्नित्यम् सर्वदुःखोपशान्तये पठंस्तु चिन्तये देवी सर्वाभरणभूषि